नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरस्थितः नृणां भक्तिजननार्थं सहस्रं जन्मानि गृहीतव्यानि भवन्ति सहस्र जन्मभ्यः परमेव जन्म सहस्रं जन्मभ्यः परमेव